गतकक्षायां वयं तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति रूपस्य प्रसङ्गे कीदृशं व्याप्तित्वं भवति, तत्र नव्यानां मतं किं, प्राचीनानां मतं किम् इति तत्सर्वं तत्र करपत्रम् आधारीकृत्य पठितवन्तः. तर्हि अस्मिन् कक्षायां तदेव विषयः तत्र पुस्तके कथमस्ति इति किञ्चित् दृष्ट्वा अग्रे सराम. तर्हि पुनः आरम्भतः पठाम. तर्हि रामप्रिया भगिनी, भवती एव आरम्भं करोति वा? तत्र प्रकृतम् अनुसरामः इति अस्ति खलु, तस्मात्. आं भगिनि, प्रकृतम् अनुसरामः. चक्षुर्मात्रो ग्राह्यो गुणः रूपम् इति दलत्रयं रूपलक्षणं पर्यवसितम्. मूले तद्विभागमाह तत् सप्तविधम् इति शुक्लेत्यादि प्रसिद्धानि. चित्ररूपम् इति अतिरिक्तम्. यस्य अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते. यदा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्चशतानि, श्वेततन्तूनां पञ्च. तैः अवयवैः जायमाने तस्मिन् पटे न पीतरूपं नापि रक्तरूपं, किन्तु चित्रम् इति अतिरिक्तं सप्तमं किमपि रूपम् उत्पद्यते इति वैशेषिकाणाम् आशयः. अत्र चक्षुर्मात्रग्राह्यो गुणः रूपम् इति, तत्र तु दलत्रयं रूपस्य लक्षणम् इति वयं पूर्वं पठितवन्तः. तद्विभागमेव रूपम् इति सप्तविधम् इति अस्ति. शुक्ल इत्यादि प्रसिद्धरूपाणि सन्ति. चित्ररूपम् अपि एकम् अस्ति. यस् परस्परं विभिन्न भिन्नभिन्नरूपं मिश्रितरूपम् अस्ति चेत् तदेव चित्ररूपम् इति, सः अवयवी चित्रः इति उच्यते. विभिन्नरूपम् अस्ति चेत् तद् अवयवी चित्रः इति वदामः. यदा उदाहरणरूपेण अस्ति तत्र कस्मिंश्चित् पटे यदा पीततन्तुः अस्ति, श्वेत शतानि पञ्चशतानि अस्ति, श्वेततन्तुः पञ्च अस्ति चेत् तद् चित्रम् इति एक नूतन रूपम् इति प्राचीनानां मतम् अस्ति. सम्यक्. इत्युक्ते तत्र तन्तुः इति अवयवः खलु, तत्र अवयवसमूहः अस्ति अवयवी इति. तर्हि अवयवी भवति पटः. तर्हि पटे तत्र तन्तूनां रूपं तु पीतं वा भवतु, शुक्लं वा भवतु, रक्तं वा भवतु, यत्किमपि भवति चेदपि तत्र यदा पटः इति निर्माणं भवति, पटः जायते, तर्हि पटस्य रूपं भवति न वा पीतं, न वा श्वेतं, न वा रक्तं, परन्तु चित्रः इति एकमेव रूपम् इति ते उक्तवन्तः. तर्हि तत्र किञ्चित् पृष्ठभूमिः किम् इति पश्यामः. तत्र पृष्ठभूमिं तत्र विषये किञ्चित् चिन्तनं कुर्मः. तर्हि अत्र किमर्थं चित्रः इति एकमेव रूपम् इति स्वीकृतम्? एकस्मिन् पटे यदा पीतरूपमपि अस्ति, नीलरूपं वा रक्तरूपमपि अस्ति चेत् तद् व्याप्यति इति न वक्तुं शक्नुमः. अतः एव सम्यक् भगिनि, तत् तत्र भवत्याः चिन्तनमार्गः तु सम्यक् एव. इतोपि किञ्चित् वक्तव्यं, परन्तु तदानीमेव चित्ररूपं व्याप्यति इति वदामः चेत् क्लेशः न भवति. एकं सम्पूर्णतया एकं रूपम् आवृत्य तिष्ठति इति वक्तुं शक्नुमः इति. इत्युक्ते उत्तमम्, अति उत्तमं, तदेव इत्युक्ते तत्र रूपमिति गुणः व्याप्यवृत्तिगुणः न तु अव्याप्यवृत्तिगुणः इति प्राचीनानां मतं खलु. इत्युक्ते एकस्मिन् पटे एकं रूप एकमेव रूपं व्याप्य तिष्ठति इति तेषां मतं. तर्हि एकमेव रूपं व्याप्य तिष्ठति इत्युक्ते तत्र यथा वयं पटः अस्ति तस्मिन् भिन्नभिन्नरूपाणि सन्ति चेत् तत्र तु प्रत्येकं रूपं पृथक्तया न वदामः खलु. पीतं कस्मिंश्चित् स्थले पीतं पीतरूपम् अस्ति, कस्मिंश्चित् स्थले रक्तरूपम् अस्ति इति तादृशं न वदामः. तत्र अस्माकं चिन्तनं तु तत्र मिश्रितरूपम् अस्ति, एकमेव रूपम् अस्ति इति एव अस्माकं चिन्तनं भवति खलु. तर्हि तत्र तदेव प्राचीनानां मतम् अपि तथा आसीत्, तत्र एकमेव रूपं तत्र पटं व्याप्य सर्वं पटं व्याप्य तिष्ठति इति मत्वा ते तथा उक्तवन्तः. तत्र चित्रम् इति एकं रूपं स्वीकृत्य तत्र तथा भवति इति. अस्तु अस्तु, तर्हि अग्रे किञ्चित् परिशीलयेम. तर्हि भवती एव पठतु. अपि च मध्ये कोऽपि अन्यः आगतः वा तत्र? पुष्पा भगिनि, किं पृष्ठं पृष्ठं भगिनि? तत्र नवसप्त सप्त सप्ततितमे पुटे भगिनि. अन्य कोऽपि अस्ति वा? अस्तु, तर्हि अग्रे पठतु भगिनि. सुक्तिललन्तिका. व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणम्. नव्यनैयायिकाः न इदं सहन्ते, तेषाम् अयम् आशयः. वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्याचित् शाखायां वा भवति, न तु सर्वेषु अवयवेषु कपिः भवति. वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते. कपिः तत् संयोगो वा न सर्व अवयवेषु वर्तते इति कपिः कपिसंयोगो वा अव्याप्यवृत्तिः इत्युच्यते. अव्याप्यवृत्तित्वम् इत्यस्य स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः. अत्र तु व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति विषये अस्ति. नव्यनैयायिकाः चित्ररूपम् इति विषये तेषां मतः भिन्नः अस्ति. चित्ररूपं न अङ्गीकुर्वन्ति. वृक्षे संयोग यदा उदाहरणरूपेण यदा वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् वृक्षस्य अग्रभागे वा मूलभागे वा एव कपिः वर्तते. सर्वेषु अवयवेषु वृक्षस्य सर्वेषु अवयवेषु कपिः न अस्ति, एकस्मिन् भागे एव अस्ति. यदा वृक्षगतरूपं तु सर्व अवयवेषु वर्तते इत्युक्ते व्याप्यवृत्तिः इति तद् आवृत्य अस्ति इति कारणात् तद् व्याप्यवृत्तिः. कपिः सर्वे अवयवेषु न वर्तते, अतः कपिसंयोगः अव्याप्यवृत्तिः इति उच्यते. कपिः कपिसंयोगः वा अव्याप्यवृत्तिः इति उच्यते. अव्याप्यवृत्तित्वं तु स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः. इत्युक्ते कपिसंयोगः कपि अभावः कपेः अभावः द्वौ अपि तस्मिन् स्वस्य अधिकरणे इत्युक्ते वृक्षे एव भवति इति अर्थः. इत्युक्ते स्व अभावः यत्र अस्ति तत्र एव स्वस्य विद्यमानत्वम् अपि अस्ति इति कृत्वा तत्र अव्याप्यवृत्तित्वम् इति कपिसंयोगः यः वृक्षे अस्ति तस्य अव्याप्यवृत्तित्वम् इति. अस्तु, तर्हि इदानीं सुनील महोदय, भवान् अग्रे किञ्चित् पठति वा? आम्, एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्तिशाखायां। तस्य अभावस्तु मूलदेशवर्तिशाखायाम्। एवं च अग्रं कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठा अधिकरणता तस्याः अवच्छेदकम् इत्युच्यते। मूलं च कपिसंयोगाभाव अभाव निष्ठा निष्ठाधेयता निरूपित अधिकरणता अवच्छेदकम्। अत्र वृक्षरूपमिति अधिकरणमस्ति, तत्र कपिः अग्रदेशे वर्तते, अतः कपिः अग्रदेशवर्ति। तत्र एकक्षणं क्षम्यतां, तत्र अधिकरणं किम्? वृक्षः अत्र कपिः शाखायाम् अग्रदेश अस्ति चेत् तत्र अग्रदेशवर्ति इति वदामः। मूलदेशे कपिः नास्ति, अतः तत्र कपेः अभावः अपि अस्ति। अतः एकस्मिन् अधिकरणे एव कपेः कपिः भवति, अन्यदेशे अभावः अपि अस्ति। अतः अत्र अग्रस्य विवरणमस्ति कपिनिष्ठ आधेयता निरूपित, अत्र अनन्तरं अत्र वृक्षनिष्ठा अधिकरणता तस्याः अवच्छेदकं भवति इति। मूलं तु तत्र कपिसंयोग अभावनिष्ठ आधेयता निरूपित अधिकरण अवच्छेदकम् इति भवति। सम्यक्। तत्र तर्हि तत्र अग्रं यदा अवच्छेदकं भवति, तत्र अवच्छेद्य का कस्य अवच्छेदकं भवति अग्रम्? अग्रस्य न, अग्रमेव अवच्छेदकं खलु, तर्हि तस्य अवच्छेदकं करोति अग्रम् इत्युक्ते अवच्छेद्य का? तत्र कपिनिष्ठ आधेयता अस्ति, शाखायां न, एकक्षणं भगिनि, तत्र महोदयः वदतु तर्हि। तत्र अवच्छेदकम् अस्ति खलु, तर्हि तत्र अवच्छेदकं कस्य तत्र कोऽपि अस्ति, कस्य अवच्छेदकं भवति, अवच्छेद्यते अवच्छेदकम् इति, तत्र अग्रं तत्र इत्युक्ते तस्य भिन्नं करोति खलु, तदेव अवच्छेदकम् इति, तेन भिद्यते इति वयं पूर्वं दृष्टवन्तः। तर्हि तत्र अग्रम् इत्यनेन तत् कस्यचित् भेदं करोति अग्रमिति, कस्य पृथक्करणं भवति अवच्छेदकेन इति मम प्रश्नः। तत्र तत्र अग्रम् इति अवच्छेदकम् अस्ति, तेन कस्य पृथक्करणं भवति? कपिः अस्ति इति न, कपिः अस्ति इति न, तत्र पारिभाषिकशब्दम् उपयुज्य वदतु। तत्र कपिः अस्ति इति, तत्र वृक्षे कपिः अस्ति सत्यं, तर्हि इदानीम् अग्रम् इति अवच्छेदकम् अस्ति चेत् तत्र अवच्छेद्या का वृक्षः इत्युक्ते? एकक्षणम्, इत्युक्ते तत्र अस्माकं करपत्रे वयं दृष्टवन्तः खलु, तत्र घटत्वमपि अस्ति, प्रतियोगिता अपि अस्ति, तत्र घटत्वम् इति अवच्छेदकम्। तर्हि घटत्वमिति कस्य अवच्छेदकम्? घटस्य। घटत्वमिति घटत्वं घटे अस्ति, परन्तु कस्य अवच्छेदकं करोति घटत्वम्? तत्र घटत्वं घटं न पृथक् करोति खलु, प्रत्येकं घटे तत्र घटत्वम् अस्ति एव, तर्हि तत्र कस्य पृथक् तत्र घटत्वेन किं विद्यते तत्र, अथवा का विद्यते? अस्तु, रामप्रिया भगिनी भवती किञ्चित् सहायं कर्तुं शक्नोति वा? प्रतियोगिता विद्यते किल, उत्तमं, प्रतियोगिता विद्यते घटत्वेन. तर्हि इदानीं का विद्यते तत्र अग्रम् अवच्छेदकेन, अग्रमिति अवच्छेदकेन? कपि संयोग अभावः. न, तत्र अग्रे तु कपि संयोगः अस्ति खलु, तर्हि कथं वा कपि संयोग अभावः इति वक्तुं शक्नुमः? ओहो हो, अग्रे तु कपिः अस्ति, तद्वाक्यम् अस्तु अस्तु, तद् अन्तिमवाक्यं पुनः एकवारं पठतु भगिनि, तत् एवं च तद्वाक्यं पठतु. एवं च अग्रं कपिनिष्ठ आदेयता निरूपिता वा वृक्षनिष्ठ अधिकरणता वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् इति उच्यते. तर्हि इदानीम् अवच्छेदकं कस्य अवच्छेदकम्? तस्याः अवच्छेदकं, तत्र तस्याः इति कस्याः? कपिनिष्ठ आदेयतायाः. न न न, सम्पूर्णवाक्यं पठतु. तत्र कपिनिष्ठ आदेयता निरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् इत्युक्ते अधिकरणतायाः अवच्छेदकम्. कीदृश अधिकरणता? वृक्षनिष्ठ अधिकरणता. वृक्षनिष्ठ अधिकरणता के? वृक्षनिष्ठ अधिकरणता इति कपिसंयोग अभाव अपि वृक्षनिष्ठ अधिकरणता एव खलु. तर्हि कपिसंयोग, क्षम्यतां, कपिनिष्ठ आदेयता निरूपिते इत्युक्ते अग्रभागे कपिः अस्ति इति कृत्वा कपिनिष्ठ आदेयता निरूपितवृक्षनिष्ठ अधिकरणता या अस्ति तस्याः अवच्छेदकमस्ति अग्रम्. मूलं तु कपिसंयोग अभावनिष्ठ इत्युक्ते मूलभागे कपिः नास्ति इति कृत्वा कपिसंयोग अभावः अस्ति. तर्हि कपिसंयोग अभावनिष्ठ आदेयता निरूपित अधिकरणताया अस्ति तस्याः अवच्छेदकमस्ति मूलम् इति. अवगतं वा? एतदेव अस्माकं प्रथमं सोपानं, यतोहि तेन आधारेण एव इदानीं तत्र अव्याप्यवृत्तित्वं व्याप्यवृत्तित्वं तत्सर्वम् अग्रे आगच्छति. तु अवच्छेद्या भवति वृक्षः, अधिकरणता अस्ति अवच्छेद्या, वृक्षनिष्ठ अधिकरणता अवच्छेद्या. कपिनिष्ठ आदेयता निरूपित वृक्षनिष्ठ अधिकरणता इति अग्रभागस्य अवच्छेद्या, अग्रभागं कपिसंयोग अभावनिष्ठ आदेयता निरूपित अधिकरणतायाः अवच्छेदकम् अस्ति मूलमिति. मूलम्. सुनील् महोदय, इदानीं सम्यक् वा अवगतं वा? सम्यक् एव भगिनि, तत् परन्तु तत्र सरलरीत्या वृक्षः इति वक्तुं न शक्नुमः वा? तदेव प्रश्नः. न, यतोहि अधिकरणं वृक्षे अस्ति खलु, वृक्षः एव अधिकरणं नास्ति खलु, वृक्षे अधिकरणता अस्ति, क्षम्यतां, वृक्षः अधिकरणं परन्तु वृक्षे अधिकरणता अस्ति, अधिकरणतायाः अवच्छेदकमेव भवति अग्रम् इति, न तु वृक्षस्य. वृक्षे या अधिकरणता अस्ति तस्याः अवच्छेदकं करोति खलु. उत्तमं, तर्हि तत्र प्रश्नः अस्ति वा? नास्ति चेत् अग्रे न अग्रे पठतु महोदय. घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम्. एकक्षणम्, अत्र तत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम्. तर्हि तत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वम् इति किं, तत्र तस्मिन् विषये वयं करपत्रे पठितवन्तः खलु, तर्हि तत् किं तत्र कीदृशम् अवच्छेदकं? तत्रापि घटः इति समानाधिकरणं, तत्र प्रतियोगिता अस्ति, अनन्तरं घटत्वम् अस्ति. कुत्र अस्ति प्रतियोगिता, कुत्र अस्ति घटत्वं? घटे अस्ति. तत्र वयं दृष्टवन्तः तत् न्यूनदेशः अधिकदेशः तादृशं नास्ति, उभयम् अपि आसीत् इति. अतः तत्र व्याप्यत्वे सति व्यापकत्वम् इति अपि वयं दृष्टवन्तः. उत्तमम् उत्तमं. तत्र अवच्छेदकं, तत्र अवच्छेदकत्वं उभयमपि आसीत्, परन्तु अत्र अत्र अग्रस्य अवच्छेदकत्वं न, एकक्षणं, घटत्वविषये सम्पूर्णं कुर्मः. तत्र अवच्छेदकस्य तत्र अवच्छेदकस्य नाम का, तत्र किमपि आसीत् खलु अवच्छेदकतायाः नाम इति किमपि आसीत् खलु, तत् किं स्मरति वा तत्र? अन्यून अनतिरिक्त अन्यून अनतिरिक्त वृत्तित्व अवच्छेदकता रूपावच्छेदकता वृत्तित्वरूप अवच्छेदकता इत्युक्ते तत्र यथा भवान् उक्तवान् तत्र न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वम् इति नास्ति, यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अपि अस्ति इति, तत्र तादृश अवच्छेदकता इति वयं दृष्टवन्तः खलु. तत्र तत्र समानाधिकरण्यम् अस्ति इत्युक्ते यत्र घटत्वम् अस्ति तत्र एव प्रतियोगिता अपि अस्ति इति समानाधिकरण्यम् इति दृष्टवन्तः इति प्रथम. तत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वम् इति इत्युक्ते किम् इत्युक्ते तदेव. इदानीं द्वितीयं खलु, इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नं, तस्मिन् प्रसङ्गे वयं किं पठितवन्तः? अत्र इदानीं कपि विषये अग्रमिति अवच्छेदकमस्ति, मूलमिति अवच्छेदकमस्ति. अग्रमिति कपेः कपिः अस्ति इति भावेन एव अस्ति, अनन्तरं मूलमिति कपेः अभावेन अस्ति. अतः तत्र कपेः वृत्तित्वं अग्रभागे भवति, मूलभागे न भवति इति कारणेन तत्र एकक्षणं, तत्तु सत्यं, तत् सर्वं तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति आगच्छति खलु. इदानीम् अवच्छेदकत्वस्य प्रसङ्गे तत्र किम् अस्ति, तत्र कीदृशं चिन्तनम् अपेक्षितम् इति मम प्रश्नः. इत्युक्ते तत्र घटत्वनिष्ठ अवच्छेदकविषये यदा वयम् उक्तवन्तः तत्र समानाधिकरण्यम् इति उक्तवन्तः खलु, यत्र यत्र तत्र तत्र इति, तादृशसमानाधिकरण्यम् अत्र अस्ति वा इति प्रथमप्रश्नः. इदानीं तत्र अवच्छेदकं किं, मूलम् इति यथा भवान् उक्तवान् मूलम् इति एकम् अवच्छेदकम् अग्रमपि अवच्छेदकमस्ति, परन्तु तत्र यत्र यत्र इति नियमः न भवति, इत्युक्ते मूलमिति एकस्मिन् एकभागे अस्ति, भागे अस्ति. न न न, एकक्षणं, तत्र तस्मात् पूर्वं तत्र इदानीम् अवच्छेदकम् अस्ति मूलम्, अवच्छेद्या का अत्र कपिसंयोग अभाव निष्ठा आधेयत निरूपित अधिकरणता इति. उत्तमं, तर्हि तत्र तादृश अधिकरणता एव अवच्छेद्या. इदानीं तत्र समानाधिकरण्यम् अस्ति वा इति चिन्तनं कथं भवति? कयोः मध्ये समानाधिकरण्यं भवेत्? अग्रदेशस्य च मूलस्य? अस्तु, घटत्वविषये घटत्वं किम्? घटत्वमिति अवच्छेदकं खलु? प्रतियोगिता अवच्छेदकं वा? प्रतियोगिता का? अन्य कोऽपि वक्तुं शक्नोति वा प्रतियोगिता का? अवच्छेद्या न प्रतियोगिता इति अवच्छेद्या प्रतियोगिता इति अवच्छेद्या समान समान अस्ति न समानं नास्ति, समानाधिकरण्यम् अस्ति. कयोः मध्ये समानाधिकरण्यम् अस्ति? घटत्वं प्रतियोगिता अवच्छेदकं न सत्यं. तर्हि घटत्वम् इति अवच्छेदकं, प्रतियोगिता इति अवच्छेद्या. इत्युक्ते अवच्छेदकम् अवच्छेद्या तयोः मध्ये समानाधिकरण्यम् अस्ति. अवगच्छति वा महोदय? तर्हि तत् यत्र अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता इति वयम् उक्तवन्तः, तत्र अवच्छेदक अवच्छेद्या तयोः मध्ये समानाधिकरण्यं वर्तते. इदानीं तादृशक्रमेण गच्छामः चेत् कयोः मध्ये समानाधिकरण्यं भवेत्? मूलस्य च अग्रस्य? न कथं तथा भवति? मूलमपि अवच्छेदकम् अग्रमपि अवच्छेदकं खलु? किञ्चित् चिन्तयित्वा वदतु. तर्हि अवच्छेदकम् अवच्छेद्या इति भवति चेत् तत्र कयोः मध्ये तथा भवति? मूलम् इति अवच्छेदकं भवति, तस्य प्रतियोगिता न कस्मात् इदानीं प्रतियोगिता आपतति महोदय? तत्र चिन्तयतु, इदानीं मूलस्य अवच्छेद्या का? मूलमिति अवच्छेदकं कस्य अवच्छेदकं करोति मूलं? तत् इदानीं कपिसंयोग अभाव अभावनिष्ठ अभेदनिरूपित अधिकरणतायाः अवच्छेदकं भवति. तर्हि तत्र अवच्छेद्या का? तदेव कविसंयोग अभाव सत्यं. तर्हि इदानीं तयोः मध्ये अवच्छेदक अवच्छेदयोः मध्ये समानाधिकरण्यं भवेत् चेत् तत्र कयोः मध्ये समानाधिकरण्यं भवेत्? मूलस्य च कविसंयोग अभावस्य? न अभावस्य कथं? तत्र अवच्छेद्या का? मूलमिति अवच्छेदकमस्ति, अवच्छेद्यता कविसंयोगाभावनिष्ठ अधेयतानिरूपित अधिकरणता इति. तर्हि तयोः मध्ये उत्तमं, तयोः मध्ये समानाधिकरण्यं भवेत् खलु? तर्हि तयोः मध्ये समानाधिकरण्यम् अस्ति वा? अस्ति एव. अस्तु, तर्हि तत् कथम् अस्ति किञ्चित् वदतु, तत् किञ्चित् प्रतिपादयतु. तर्हि अधिकरणतायाः अधिकरणं किम्, अग्रस्य अधिकरणं किम्? द्वयोहमपि अधिकरणं वृक्षः एव किल? अग्रभागः वृक्षे अस्ति वा? अस्तु, मूलमेव स्वीकुर्मः. अस्तु, मूलम् इदानीं मूलस्य प्रसङ्गे, क्षम्यतां. तर्हि मूलमिति वृक्षे अस्ति वा? वृक्षस्य भागः इल, अस्तु, इदानीं कपालः घटे वा घटः कपाले वा? घटः कपाले. तर्हि मूलं वृक्षे वा वृक्षः मूले वा? वृक्षः मूले इति. अस्तु, तर्हि इदानीं वदतु, तत्र समानाधिकरण्यमस्ति वा? न. उत्तमं. तर्हि अत्र वयं तत्र अवच्छेदकता इत्युक्ते तत्र स्वरूप सम्बन्धरूप अवच्छेदकता इति वयं स्वीकृतवन्तः खलु. तदेव अत्र तत्र तत्र घटत्वनिष्ठप्रतियोगितायाः अवच्छेदकत्वम् अपि च इदमवच्छेदकम् इत्युक्ते यदवच्छेदकं मूले अपि च अग्रे अस्ति तयोः मध्ये भेदः अस्ति इति इदानीं वयं पठितवन्तः करपत्रे एतत् सर्वं. तत् केवलं पुनस्मरणरूपेण एव अद्य पुस्तकात् पठामः. इदानीम् अवगच्छति वा एतत् सर्वम्? अवगच्छामि, परन्तु किञ्चित् अत्र पारिभाषिकशब्दानां क्लेशः. हा हा हा, चिन्ता मास्तु, तत्र पुनः पुनः किञ्चित् अभ्यासेन एव एतत् सर्वं मनसि स्फुरति, तर्हि तत्र क्लेशः नास्ति. परन्तु अवगमनं भवति चेत् सम्यक्, तत्तु आगच्छति एव क्रमेण. उत्तमं, तर्हि एतावत्पर्यन्तं स्पष्टं सर्वैः? तर्हि अग्रे पठतु महोदय. इदं च अव्याप्य वृत्तित्व निर्वाहकमिति शास्त्रे प्रसिद्धम्. तथा च अग्रावच्छेदेन वृक्षे कपिः कपिसंयोगो वा वर्तते. मूलावच्छेदेन वृक्षे कपेः अभावः कपिसंयोगाभावो वा वर्तते. एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगो वर्तते तदा अभावो अपि वर्तते इति अर्थः. तुल्ययुक्ता कपिसंयोग अभावस्यापि अव्याप्यवृत्तित्वं समर्थनीयम्. पूर्वं वयं दृष्टवन्तः अव्याप्यवृत्तित्वम् इति अत्र इदानीं पारिभाषिकवाक्यमस्ति अव्याप्यवृत्तित्वनिर्वाहकमिति, तद् शास्त्रे प्रसिद्धमिति. यदा तत्र कपिः कपिसंयोगेन अग्रभागे वर्तते, मूलभागे अभावेन अपि वर्तते इति. अतः अत्र कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगः भवति इति अर्थः अस्ति. तत्र अभावः अपि अस्ति इति अपि अर्थः अस्ति. अतः वृक्षे अव्याप्यवृत्तिः इति वाक्यं स्वीकुर्मः चेत् अत्र द्वयमपि भवितुमर्हति. तत्र कपिः वृक्षे अस्ति इति, अनन्तरं अन्यस्य भागे नास्ति इति. अतः तत्र कपिसंयोग अभावस्य अपि अव्याप्यवृत्तित्वम् इदानीं वयं स्वीकरणीयमिति. उत्तमम्, अग्रे पठतु महोदय. अग्रे वृक्षे कपिसंयोगः इति वाक्ये अपि अग्र पदोत्तर सप्तम्याः अवच्छेदकम् इति अर्थः. वृक्षपदोत्तर सप्तम्याः अधिकरणत्वमर्थः. तथा च अग्रावच्छिन्न वृक्षनिष्ठाधिकरणता निरूपित आधेयताश्रयः कपिसंयोगः इति प्रतीयते. मूले वृक्षे कपिसंयोग अभावः इति वाक्यादपि मूलावच्छिन्न वृक्षनिष्ठा अधिकरणता निरूपित आधेयताश्रयः कपिसंयोग अभावः इति बोधो भवति. एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेन एव चित्ररूप स्थले अपि निर्वाहः शक्यः कर्तुम्। इदानीम् अत्र कपिसंयोगः वृक्षे अग्रे वृक्षे इति वाक्ये अथवा अग्रे वृक्षे कपिसंयोगः इति वाक्ये तत्र अग्रपद सप्तम्याः अवच्छेदकम् इति अर्थः, इत्युक्ते पूर्वमेव वयं दृष्टवन्तः अग्रम् इति अवच्छेदकं भवति इति। तत्र तत्र वृक्षः इति अधिकरणम् इति अर्थः। तदा अग्रावच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आधेयदाश्रयः कपिसंयोगः इति वाक्यमपि अस्ति। तादृशं मूले वृक्षे कपिसंयोगाभावः इति वाक्यं स्वीकुर्मः चेत् तत्र तादृशमपि अस्ति, परन्तु तत्र कपेः अभावः इति सूचयति। एवमेव अव्याप्यवृत्तित्वं चित्ररूपस्थले इति वयं स्वीकुर्मः, इत्युक्ते तत्र सर्वत्र नास्ति इति, परन्तु व्याप्य अव्याप्यवृत्तित्वम् आहत्य स्वीकृत्य। अत्र भगिनि सप्तम्याः तत्तु किं किं वदते? भवती एव वदतु तत्र वाक्ये अग्रे वृक्षे कपिसंयोगः इति वाक्ये सप्तमी इत्युक्ते किम्? अग्रे ओ अग्रे अग्रे वृक्षे तत्तु सप्तमी सप्तमी अस्ति। सप्तमी विभक्ति सप्तम्याः इत्युक्ते सप्तमी विभक्त्याः इति। तत्र अग्रे अपि सप्तमी विभक्त्याम् अस्ति, वृक्षे अपि सप्तमी विभक्त्याम् अस्ति खलु? तर्हि तत्र अग्रे इति सप्तमी किं सूचयति, तत्र वृक्षे इत्यस्मिन् तत्र सप्तमी किं सूचयति इति तत्र विषयः। अस्तु, तर्हि भवती एव अग्रे पठतु। आं भगिनि। अस्तु। अव्याप्य वृत्तिनीला नीलादि समुदायः एव चित्ररूपम् इति नव्यमतम्। पीतरक्ततन्तुभिः च यत्र पटोत्पत्तिः तत्र पटे अधिकरणे पीततन्तव अवच्छेद तन्तु अवच्छेदने छेदेन पीतं रूपम् उत्पद्यते, तथा अग्र अवच्छेदेन वृक्षे कपिसंयोगः भवति। तथैव तथा एव तत्र एव अस्तु तत्र एव च पटरूपे अधिकरणे रक्ततन्तु अवच्छेदेन रक्तं रूपम् उत्पद्यते। पीतरूपाभावः अपि तत्र एव रक्ततन्तु अवच्छेदेन पटे भवति। तुल्यरीत्या रक्तरूप अभावः अपि पीततन्तु अवच्छेदेन पटे एव शक्यः वक्तुम्। अत्र चित्ररूपं विवरणं कृत्वा कृतम् अव्याप्यवृत्ति नीलादि नीलादि नीलादि अस्तु रूपं नीलादिरूपं नीलाश पीतं या रक्तवर्ण वर्णादि समुदायः एव चित्ररूपम् इति नव्यमतं अस्ति. तत्र पीतरक्ततन्तुभिः यत्र पटस्य उत्पत्तिं करोति तत्र पटे अधिकरणे पीततन्तुभिः अस्ति. पीततन्तु अवच्छेदनरूपेण अवच्छेदेन पीतम् अस्ति. एकक्षणं, पीततन्तुः तस्य अवच्छेदकं किम्? पटे अधिकरणे न अवच्छेदकं, तत्र पटे अधिकरणे तत्र पीतमिति रूपस्य अवच्छेदकं किम्? अवच्छेदकं किं किं वदतु. न भवती सम्यक् एव वदति, वदतु सम्पूर्णं करोतु. पीत तन्तु अवच्छेदेन पीतरूपं उत्पद्यते. पीत तन्तु अवच्छेदेन पीतरूपम् अस्ति उत्पद्यते तु अस्ति. इत्युक्ते यथा पटे तत्र पटे भिन्नभिन्नतन्तवः सन्ति खलु, तर्हि तत्र भिन्नभिन्नतन्तवः सन्ति चेत् तन्तूनां समुदायः एव तत्र पट्टः इति वयं वदामः. तर्हि पटे पीततन्तवः अपि सन्ति, रक्ततन्तवः अपि सन्ति, श्वेततन्तवः अपि सन्ति चेत् तत्र यत्र पीतमिति रूपं यद् उत्पद्यते, इत्युक्ते पीतमिति रूपं यद् अस्ति पटे, पटस्य निर्माणानन्तरं तत्र पटे पीतमिति रूपं भवति खलु, तद्रूपस्य अवच्छेदकं भवति पीततन्तुः. रक्तरूप रक्ततन्तु अवच्छेदन रक्तरूपं अस्ति. सत्यं पीतरूप अभावः अपि रक्ततन्तु अवच्छेदेन किमर्थं तथा? तत्र पीततन्तु अभावः कथं? तत्र पीतरूपः अभावः अस्ति. उत्तमं, तदेव. तत्र यत्र पीतरूपम् अस्ति तत्र पीततन्तुना अवच्छेद्यते, परन्तु यत्र पीतरूपं नास्ति अत्र यत्र रक्तरूपम् अस्ति तत्र रक्ततन्तुना तत्र रक्तरूपमपि तस्य तेन अवच्छिद्यते, अपि च पीतरूपस्य अभावः अपि तेन भवति. रक्ततन्तवच्छेदेन उत्तमं. तुल्यरीत्या अर्थं किं? तुल्य समान तुल्यरीत्या एकस्थले भवान् अपि भवे वक्तुं तुल्यरीत्या रक्तरूप अभावः अपि पीततन्त अवच्छेदेन पटे अस्ति अशक्यम् एव तत्र आवाम् उच्च वक्तुं शक्यते. उत्तमम्, अग्रे पठतु भगिनि. एवं च एतादृश सर्वजनसिद्धा व्याप्यवृत्तित्वेन एव सिद्धाव्याप्य अथवा सिद्धाव्याप्यवृत्तित्वेन एव तादृशपटे रूपद्वयं ताभ्यां च चित्रं पटः इति प्रत्ययः वर्णयितुं शक्यः. अतः अतिरिक्तस्य सप्तमस्य चित्ररूपस्य स्वीकारः अनुचितः इति. अत्र सप्तमस्य न प्रथमं तत्र प्रथमवाक्यं किं वदति तत्र प्रथमं वाक्यम् एतादृश सर्वजन सिद्ध अव्याप्य न सिद्ध अव्याप्यवृत्तित्व वृत्तित्वेन एव तादृशपटे तत्तु पीतं या रक्तं रूपं रूपद्वयं अत्र चित्रः अस्ति पटः चित्रः अस्ति न पटः चित्रः अस्ति इत्युक्ते किं पटः रक्तचित्र रक्ततन्तवः या पीततन्तवः अवच्छेदेन चित्रः पटः पटे चित्रः अस्ति इत्युक्ते तत्र भिन्नभिन्नरूपं सन्ति चेत् तस्य नामकरणं चित्रः इति कृतं खलु प्राचीनानाम् इदानीं ते वदन्ति तत्र अव्याप्यवृत्तित्वं रूपस्य अव्याप्यवृत्तित्वम् इति स्वीकुर्मः चेत् तत्र किं भवति तत्र यथा भवती इदानीम् उक्तवती खलु तत्र पीतत्वं पीतवर्णरूपम् अस्ति चेत् तत्र पीतत्व अवच्छेदेन पीतरूपम् अस्ति रक्तरूपम् अस्ति चेत् रक्तत्व अवच्छेदेन रक्तरूपम् अस्ति इति वदामः चेत् तर्हि तत्र यदा पटे भिन्नभिन्न रूपाणि सन्ति चेत् तत्र तादृशरूपं स्वीकृत्य तत्र पीतरूपम् अस्ति रक्तरूपम् अस्ति इति एव वक्तुं शक्नुमः तत्र चित्रः इति चित्रः पटः इति वर्णयितुं न आवश्यकम् इति इत्युक्ते तत्र यत्र चित्रः पटः इति वदामः तत्र अव्याप्यवृत्तित्वं स्वीकुर्मः चेत् अव्याप्यवृत्तित्वेन एव तत्र भिन्नभिन्नरूपेण तस्य वर्णनं कर्तुं शक्नुमः इति अवगच्छति वा हा पटस्य सत्यं तदर्थमेव तत्र इदानीं तत्र चित्रः इति अतिरिक्तः सप्तमः इत्युक्ते तत्र यदा वयं रूपस्य लक्षणवाक्यं दृष्टवन्तः तत्र सप्तविधं रूपं सप्तविधम् इति आसीत् खलु तत्र अन्तिमम् आसीत् चित्रम् इति तर्हि तत्र अतिरिक्त इत्युक्ते यद् अवशिष्यते तत् चित्रम् इति रूपं तद् रूपम् अनुचितः इत्युक्ते न उचितः इत्युक्ते तस्य आवश्यकता नास्ति इति तत् नव्यानां मतम् अस्ति ओ प्राचीनत्वम् अत्र विवरणं कृतं न नव्यानां विवरणं कृतं खलु तत्र स्थूलाक्षरैः यदस्ति तदेव पठतु तत्र नव्यानां मतम् इति अस्ति खलु आरम्भे नव्यमतम् अस्ति नव्यानां मतम् अस्ति चित्रम् इति रूपं न आवश्यकम् इति चित्रम् इति पृथक् रूपं न आवश्यकं तत्र भिन्नभिन्नरूपम् उक्त्वा एव तेन एव व्यवहारं कर्तुं शक्नुमः तत्र चित्रम् इति अतिरिक्तं रूपं न आवश्यकम् इति तेषां मतम् अतिरिक्तम् इत्युक्ते अवशिष्टम् इति वक्तुं शक्नुमः इत्युक्ते इतोपि एकं यद् रूपम् अस्ति तद् न आवश्यकम् इति उत्तमं तर्हि इदानीं तत्र किमर्थं नव्यानां मते किमर्थं तत्र चित्रम् इति रूपं न आवश्यकम् इत्युक्ते तत्र रूपस्य अव्याप्यवृत्तित्वम् इति ते स्वीकृतवन्तः यदा रूपस्य अव्याप्यवृत्तित्वं कपिसंयोगः इव स्वीकुर्मः चेत् यथा वृक्षे एकस्मिन् स्थले कपिसंयोगः अस्ति अन्यस्मिन् भागे कपिसंयोगः नास्ति तथैव पटे अपि एकस्मिन् स्थले पीत रूपम् अस्ति, अन्यस्मिन् स्थले पीतरूपभावः अस्ति. रक्तरूपम् एकस्मिन् स्थले अस्ति, अन्यस्मिन् भागे रक्तरूपभावः अस्ति इति कृत्वा तादृशम् एव विवह्रियते. तत्र चित्रम् इति इतोपि एकं रूपं न आवश्यकं, यतोहि तत्र अव्याप्यवृत्तित्वम् अस्ति इति. परन्तु प्राचीनानां मतम् आसीत् तत्र व्याप्यवृत्तित्वम् अस्ति रूपस्य, इत्युक्ते तत्र व्याप्य तिष्ठति, तत्र द्रव्यं व्याप्य तिष्ठति इति, एकमेव रूपम् आवश्यकम् इति ते चित्रम् इति रूपम् उक्तवन्तः. अग्रे पठतु भगिनि. इह पटे पीततन्तु अवच्छेदेन पीतरूपं रक्तरूप अभावः च तत्र एव पटे रक्ततन्तु अवच्छेदेन रक्तरूपं पीतरूप अभावः च. अधुना आवां विवरणं कृतः न इदे इदम् इदं तु न एतादृशा व्याप्यवृत्तिरूपसमुदायः यत्र भवति तत्र एव चित्रः पटः. चित्रं कुसुमम् इति व्यवहारः भवति इति दिक्. कुसुमं किम्? आरम्भतः पठतु. आरम्भतः वदतु भगिनि, तत्र यत् पठितवती तस्य प्रतिपादनं करोतु आरम्भतः. अत्र पीतरूपं पीततन्तु अवच्छेदेन पीतरूपम् अस्ति, रक्तरूप अभावः च पीतरूपम् अवच्छेदेन पीतरूपं तत्र एव पटे रक्ततन्तु अवच्छेदेन रक्तरूपं पीतरूपं रूपस्य अभावः तु अस्ति. एतादृश तत्तु एवं विवरणं करोति चेत् अव्याप्यवृत्तिरूपसमुदायः यत्र भवति तदेव चित्रः. अत्र समुदायः अस्ति चेत् चित्रः पटे चित्रः अस्ति. इत्युक्ते तत्र चित्रमस्ति खलु, तत्र चित्रे यत्र पीततन्तुः अस्ति तत्र रक्तरूपाभावः अस्ति, यत्र रक्ततन्तुः अस्ति तत्र पीतरूपाभावः अस्ति. तर्हि तत्र पटे भिन्नभिन्नरूपस्य रूपमस्ति इति, तत्र अव्याप्यवृत्तिरूपसमुदायः यत्र भवति इत्युक्ते तत्र रूपस्य तादृशसमुदायः यत्र अस्ति तत्र चित्रः पटः. चित्रं कुसुमम् इत्युक्ते पुष्पम् इत्युक्ते यत्र तादृशरूपं अव्याप्य प्रत्येकं रूपम् अव्याप्य तिष्ठति तत्र व्याप्यवृत्तित्वेन वक्तव्यम् इति चित्रः इति स्वीकृत्य चित्रः रूपपटः अथवा चित्रं कुसुमम् इति चित्रम् इति रूपं स्वीकृतम् इति तावदेव. तदालं दिक् इत्युक्ते तदालम् इति तत्र अस्ति. पृथिव्याधित्रिकवृत्तिरूपम् पृथिव्याधित्रिकम् इत्युक्ते किं? त्रयाधिवृत्तिः अस्ति पृथ्वी. न पृथिव्याधित्रिकम् इत्युक्ते अस्तु, अन्य कोऽपि वक्तुं शक्नोति वा पृथिव्यादित्रिकम् इत्युक्ते किं? पृथ्वी जलं तेजः. उत्तमं, पृथ्वी जलं तेजः इत्युक्ते पृथिवी जलं तेजः तेषु रूपम् इति गुणः वर्तते इति अस्ति अत्र. तत्र शुक्लरूप एकक्षणं भगिनि, एकक्षणं रामप्रिया भगिनी भवती अग्रे पठति वा. पृथिव्यादि त्रिकवृत्तिरूपं तत्र शुक्लरूपमेव त्रिषु वर्तते, अन्यानि तु पृथिव्याम् एव. तत्रापि तेजसि विद्यमानं शुक्लरूपम् अन्यान् प्रकाशयति इति तत् बास्वरशुक्लरूप शुक्लम् इति उच्यते. पृथ्वी जल जलयोस्तु शुक्लरूपं न प्रकाशकम् इति तत् अभावस्वरम् इति अबास्वरम् इति क्षमता. तत्र तु पृथ्वी जलं तेजः रूपं वर्तते, त्रिषु अपि शुक्लरूपमेव वर्तते, अन्यानि रूपाणि पृथिव्यामेव वर्तते. बास्वरशुक्लरूपम् इति तेजसि वर्तते, तद् किमर्थम् इत्युक्ते तद् अन्यान् प्रकाशयति इति कारणात् तत् शुक्लरूपं बास्वरशुक्लरूपम् इति उच्यते. पृथिवी जलयोः तु प्रकाश शुक्लरूपं न प्रकाश्यते इति तत् अभास्वरं न भासते इति अभास्वरम्. रसादिलक्षणानि विभागः च. रसनग्राह्यो गुणः गुणो रसः, स च मधुर आम्ललवणकटुकषायतिक्तभेदात् षड्विधः. पृथ्वीजलवृत्तिः पृथिव्यां षड्विधः, जले मधुर एव. घ्राणग्राह्यो गुणो गन्धः, स च द्विविधः. सुरभि असुरभिश्च. पृथिवी मात्रवृत्तिः त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः, सः त्रिविधः. शीत उष्ण अनुष्णाशीतभेदात् पृथिवीजलतेजो वायुवृत्तिः. तत्र शीतो जले उष्णस्तेजसि अनुष्णाशीत पृथिवी वायोः. अत्र तु रस आदि लक्षणानि विभागः अस्ति. रसं त्वग् इति विषये प्रथमं तु रसनस्य ग्राह्यो गुणः रसः एव तस्य ग्राह्यगुणः अस्ति. तस् षड्विधः अस्ति, मधुरः आम्ल लवण कटु कषाय तिक्त कषाय तिक्त. तस्य वृद्धिः अस्ति पृथिवी जलं पृथिव्यां षड्विधः अस्ति. पृथिव्यां षड्विधरसः अस्ति इति किल भगिनि? आं सत्यं. जले मधुर एव रसं रसः अस्ति, मधुर एव अस्ति इत्युक्ते तत्र रसः इति रसस्य षड्विधभेदाः सन्ति, तत्सर्वं पृथिव्याम् अस्ति. मधुररसम् एव मधुररसं जले केवलं मधुररसः एव अस्ति इति. ओ द्वितीयलक्षणवाक्यम् अस्ति घ्राणग्राह्यो गन्धः विषये. घ्राणग्राह्यो गुणो गन्धः, तत्तु द्विविधः अस्ति, सुरभिः असुरभिः इति वा? सत्यं. तत् तस्य वृत्तिः पृथिवी मात्रमेव तस्य वृत्तिः. तृतीयम् अस्ति स्पर्शः, त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः. तत्तु त्रिविधः अस्ति, शीतः उष्ण अनुष्णाशीत भेदा त्रिविधः अस्ति. तस्य वृत्तिः अस्ति पृथिवी जल वायुः तेजो वायु क्षम्यतां चत्वारः पृथ्वी जल तेजो वायुः अस्ति. तत्र प्रथमं जले तु शीतस्पर्शः, उष्णः तेजसि, अनुष्णाशीतः तु पृथिवी वायोः. अनुष्णाशीतः इत्युक्ते उष्णः अपि नास्ति शीतः अपि नास्ति इति. अनुष्णाशीत पृथिवी वायोः. अग्रे पठतु भगिनि. रसलक्षणं प्रागुक्तं, विभागो अपि सुज्ञेयः. अत्र चित्ररस इति विभागो नास्ति, अतः न किञ्चित् वक्तव्यम् अवशिष्यते. पृथिवीजलवृत्तिः, माधुर्यम् एव च जले. अन्ये रसाः शुक्लरूपाति अतिरिक्तरूप अभावात् पृथिव्याम् एव इति स्थितम्. रसलक्षणं तु प्रागुक्तं, तस्य तत्र चित्ररस इति विभागः नास्ति इति अस्ति. इत्युक्ते विभागः अपि सुज्ञेयः इत्युक्ते विभागः वयं सर्वे ज्ञातवन्तः एव. यथा रूपस्य प्रसङ्गे तत्र षड् रूपाणि सन्ति, सप्तमं रूपम् आसीत् तत्र चित्रम् इति, तत्र मिश्रणं रूपम् इति खलु, तथा रसे तत्र मिश्रितरसः इति चित्ररसः इति किमपि नास्ति. ओ ओ ओ ओ ओ तत्र केवलं षड्विधरसाः सन्ति, अपि च ते रसाः पृथिव्याम् अपि वर्तते, जले अपि वर्तते. अत्र माधुर्यम् इति रसं केवलं जले अस्ति, अथवा मधुररसः केवलं जले. अन्ये इति न, परन्तु षड्विध तत्र यद् रसाः सन्ति, तत्र मधुर आम्ललवनकटु कषाय तिक्त इति षड् रसाः ये सन्ति, ते सर्वे पृथिव्याम् अस्ति इति. अन्ये रसाः शुक्लरूप अतिरिक्तरूपवत् पृथिव्यामेव इति स्थितम्. इत्युक्ते किं, तत्र किमर्थं शुक्लरूप अतिरिक्तरूपवत् इति अस्ति? शुक्लरूप अतिरिक्तरूपवत् इत्युक्ते चित्ररूपं किल? न अत्र यथा शुक्लरूपं तत्र पृथिव्यां जले अपि अस्ति खलु, तथैव तत्र माधुर्यम् इति रसं पृथिव्यामपि अस्ति, जले अपि अस्ति. यथा शुक्लरूप अतिरिक्तरूपम् इत्युक्ते शुक्लमिति रूपमेव तत्र पृथिवीं विहाय अन्यद्रव्येषु, इत्युक्ते जले तेजसि अपि वर्तते, परन्तु अन्यरूपं तु केवलं पृथिव्यां. तथैव अन्यरूपाणि तु केवलं पृथिव्यां, तथैव अन्ये रसाः केवलं पृथिव्याम् इति. अस्तु, तर्हि अग्रे अपि पठतु भगिनि. गन्धः तु पृथिवीलक्षणमिति निरूपित एव, अतः तस्य पृथिवीमात्रवृत्तित्वं वृत्तित्वं लक्षणमपि ग्राह्यत्वघटितं रूपनिरूपण अवसरे निरूपितम् एव. विभागोऽस्य सुरभिः असुरभिः इति. स्पर्शलक्षणं तु मात्रपदघटितं रूपलक्षणवत्, अतः तत्र त्रीणि दलानि तेषां प्रयोजनं चित्रद्वारा प्रदर्शनप्रकारः इति सर्वं निरूपितम्. शीतस्पर्शः, उष्णस्पर्शः, शीतोष्णस्पर्शः इति तस्य त्रैविध्यं प्रसिद्धम्. आदिमः जलमात्रवृत्तिः, अतः जललक्षणमिति वर्ण्यते. द्वितीयः उष्णस्पर्शः तेजोमात्रवृत्तित्वात् तेजसः लक्षणं भवति. अनुष्णाशीतस्पर्शः तु पृथिव्यां वायौ च भवति. तम् आदाय च वायुलक्षणं रूपरहितस्पर्शवान् वायुः इति प्राक् अवेदिष्म. वस्तुतः तत्र कण्ठशः पश्येम. गन्धः तु पृथिव्याः लक्षणम् इति वयं पूर्वमेव निरूपितवन्तः. तस्य अतः तस्य पृथ्वीमात्रवृत्तित्वं, गन्धः तु पृथ्व्याम् एव अस्ति इति, पृथ्वीमात्रवृत्तित्वम् अस्ति गन्धः. किमर्थं पृथ्वी पृथिव्याम् केवलं पृथिव्याम् अस्ति? गन्धः तु किमर्थम् इत्युक्ते तस्य लक्षणम् अस्ति, पृथिव्याः लक्षणम् अस्ति गन्धः इति, तद् पृथिव्यां मात्रं तस्य सत्यम्, अथवा तथा नास्ति चेत् तत्र अव्यापि अथवा अतिव्याप्ति इति दोषः भवति खलु, तर्हि केवलं पृथिव्याम् अस्ति इति कृत्वा तत्र पृथिव्याः लक्षणम् इति वयं तत्तु वयम् आरम्भे दृष्टवन्तः एव, यथा द्रव्यनिरूपणं कृतवन्तः तत्रैव प्रथमं तदेव कृतवन्तः. लक्षणमपि ग्राह्यत्वघटितं रूपनिरूपण अवसरे निरूपितम् एव, तदेव लक्षणं लक्षणविषये. तत्र ग्राह्यत्वम् इत्युक्ते तत्र चक्षुर्मात्रग्राह्यो गुणः इति, ग्राह्यम् इत्युक्ते किम् इति वयं रूपनिरूपणावसरे तत्र दृष्टवन्तः विभागः विभागो अस्य सुरभिः असुरभिः इति, गन्धः विभागः द्वयं, सुरभिः असुरभिः इति. स्पर्शलक्षणं तु मात्रपदघटितं रूपलक्षणवत् इत्युक्ते अत्र स्पर्शलक्षणस्य वाक्यं इतोपि एकवारं पठतु भगिनि. स्पर्शलक्षणं त्वक् इन्द्रियमात्रग्राह्यो गुणः स्पर्शः, सः त्रिविधः. तावत् पर्याप्तं. तर्हि तत्र वाक्ये पश्यतु त्वगिन्द्रियमात्र इति अस्ति खलु, गन्धस्य अथवा रसस्य लक्षणवाक्ये तथा नास्ति, मात्र इति पदं नास्ति. किमर्थम् इत्युक्ते एतद् वयं तत्र रूपलक्षणावसरे एतस्य विषये पठितवन्तः. अत्र सप्ततितमे पुटे पश्यतु. तत्र एवमपि इति अस्ति खलु, तत् परिच्छेदम् एकवारं पठतु. द्वि इन्द्रियग्राह्यः तद् एवमपि द्वि इन्द्रियग्राह्याः ये सङ्ख्यादयो गुणः तेषु अतिव्याप्तिः, तथा हि भूतले द्वौ घटौ स्तः, कश्चित् चक्षुमान् मनुष्यः पृष्टः भूतले कति घटः इति, सः चक्षुः व्यापार्य अवगच्छति भूते च द्वौ घटौ इति, एवं च द्वित्वसङ्ख्या तेन चक्षुषा ज्ञाता, अपरश्च कश्चित् अन्धः पृष्ठः भूतले कति घटः इति, सः चक्षुर्व्यापारे असमर्थोऽपि हस्तौ पादौ वा चालयित्वा तत्र विद्यमानौ घटौ च उपलभ्य तत्रत्यां द्वित्वसङ्ख्यां त्वगिन्द्रियेण जानाति भूते च द्वौ घटौ इति. अनेन इदम् अवगच्छामः यत् सङ्ख्या चक्षुरिन्द्रियेण इव त्वगिन्द्रिये अपि गृह्यते, एवं च प्रथमं तृतीयं चक्षुर्ग्राह्यत्वम् एवं गुणत्वम् इति दलद्वयस्यैव निवेशे सङ्ख्यायाम् अतिव्याप्तिः, यतः तस्याः चक्षुर्ग्राह्यत्वम् आनुभविकं निरूपितं च, स गुणः इति तत्र गुणत्वजातिरपि वर्तते. स्मरति वा इदानीं तत्र किं पठितवन्तः पूर्वमिति? आम् यदा चक्षुरिन्द्रियेण वा त्वगिन्द्रियेण वा वयं जानीमः स्पर्शतया वा दृष्ट्वा वा वयं जानीमः कति घटानि सन्ति, घटाः सन्ति इति, घटाः सन्ति इति, चक्षुरपि ग्राह्यत्वं भवति गुणत्वमिति दलद्वयं सङ्ख्या इत्युक्ते अत्र चक्षुषा केवलं रूपमिति गुणः न, अपि तु सङ्ख्या इति गुणस्य अपि तत् ग्राह्यं भवति. खलु, तर्हि तदर्थमेव इदानीं तत्र रसस्य विषये पश्यामः चेत् तत्र रसनग्राह्य रसनेन्द्रियग्राह्यः रसः इति अस्ति खलु, तर्हि तत्र रसनेन्द्रियेण केवलं रसस्य एव ग्राह्यं भवति, अन्य कस्यापि गुणस्य ग्राह्यं तु न भवति एव रसनेन्द्रियेण. परन्तु इदानीं चक्षुषा यदा वयं पश्यामः तत्र न केवलं तत्र द्रव्ये विद्यमानं रूपम् अपि च द्रव्यस्य अपि अवगमनं भवति खलु, तदर्थमेव तत्र कति घटाः सन्ति इति चेत् तत्र एकम् अथवा द्वे अथवा दश इति किमपि भवतु तद् वयं वक्तुं शक्नुमः. तर्हि तत्र न केवलं सङ्ख्या क्षम्यतां रूपमिति गुणः अपि च सङ्ख्या इति गुणस्य अपि अवगमनं भवति चक्षुषा. तथैव स्पर्शः इति स्पर्शेन्द्रियेण त्वगिन्द्रियेण तत् त्वगिन्द्रियेणैव इदानीं स्पर्शस्य ग्राह्यं भवति. तर्हि तत्र उष्णस्पर्शः वा शीतस्पर्शः वा इति स्पर्शस्य ग्राह्यं भवति. परन्तु त्वगिन्द्रियेण अन्यस्य ग्राह्यमपि भवति खलु, इत्युक्ते तत्र घटः अस्ति चेत् घटः वा पुस्तकं वा इति तत्र कस्यचित् चक्षुः नास्ति चेत् इत्युक्ते अन्धः अस्ति अथवा चक्षुरुन्मील्य वयं न द्रष्टुं शक्नुमः चेत् तत्र केवलं स्पर्शं कृत्वा अत्र पुस्तकं वा अथवा उत्पीठिका वा अथवा यत्किमपि भवतु दीपः वा इति वयं ज्ञातुं शक्नुमः स्पर्शेन. तर्हि तत्र न केवलं स्पर्शः इति गुणः, परन्तु तत्र द्रव्यम् अथवा सङ्ख्या इति तस्यापि ग्राह्यं भवति इति कृत्वा तत्र मात्र इति पदम् उपयुज्यते. तदर्थमेव तत्रापि यथा रूपस्य प्रसङ्गे वयं विस्तारेण दृष्टवन्तः खलु, तत्र दलत्रयमस्ति, तत्र किमर्थं तत्र दलत्रयस्य आवश्यकता इति यत्सर्वं यद्वयं दृष्टवन्तः, तथैव स्पर्शस्य विषये अपि दलत्रयमस्ति. तत्र गुणः इति एकः दलः, मात्र इति द्वितीयं दलं, त्वगिन्द्रिय ग्राह्यम् इति त्वगिन्द्रियग्राह्यं, त्वगिन्द्रियमात्रग्राह्यं, त्वगिन्द्रियमात्रग्राह्यगुणः इति तत्र दलत्रयस्य आवश्यकता भवति तत्र स्पर्शस्य विषये अपि इति. तदेव रूपलक्षणवत् इति अस्ति. हा, रूपलक्षणवत् इत्युक्ते रूपलक्षणमिव तत्रापि स्पर्शलक्षणे अपि तत्र दलत्रयमस्ति, तत्र दलत्रयस्य सार्थक्यम् अपेक्षितम् इति. मात्रपदं तत्र उपयुज्यते खलु, तदेव इत्युक्ते रूपलक्षणवाक्ये मात्रपदमस्ति खलु. अग्रे पठतु भगिनि. शीतस्पर्शः उष्णस्पर्शः. उष्णस्पर्शः शीतस्पर्शः इति तस्य शीतस्पर्शः उष्णस्पर्शः शीतोष्णस्पर्शः इति तस्य त्रैविध्यं प्रसिद्धं. स्पर्श विषये एव त्रैविध्यम् अस्ति, त्रिविधम् अस्ति. आदिमः, तद् आदिमः इत्युक्ते शीतस्पर्शः जलमात्रवृत्तिः, तद् जलमेव जले एव शीतस्पर्शः अस्ति इति. अतः जललक्षणम् इति वर्ण्यते. सो अतः जलस्य लक्षणं शीतस्पर्शः इति वयं वर्णयितुं शक्नुमः. द्वितीय वर्णयितुं शक्नुमः न, वर्णितवन्तः, तत् वर्णितवन्तः खलु, जलस्य लक्षणवाक्यं वयं पठितवन्तः, निरूपितवन्तः. उष्णस्पर्शः द्वितीयः, तत्तु तेजोमात्रवृत्तित्वात् तत्तु तेजसः लक्षणम्. उष्णस्पर्शः तेजसः लक्षणम्. अनुष्णशीतस्पर्शः तु पृथिव्यां वायौ द्वौ अपि भवति. तद् आदाय वायुलक्षणं किम् इत्युक्ते रूपरहित स्पर्शवान् वायुः इति वयं पूर्वमेव तदपि निरूपितवन्तः. उत्तमम्. इत्युक्ते तत्र वायौ अपि च पृथिव्यां तत्र अनुष्णाशीतस्पर्शः इति अस्ति. तदर्थमेव वायुः लक्षणं केवलं तत्र स्पर्शवान् वायुः इति वक्तुं न शक्नुमः खलु, यतोहि तत्र अनुष्णाशीतस्पर्शवान् वायुः इति अपि वक्तुं न शक्नुमः, यतोहि अनुष्णाशीतस्पर्शः तु पृथिव्यामपि अस्ति इति कृत्वा एव तत्र दलद्वयम् आवश्यकम्. एतदपि वयं पूर्वं निरूपितवन्तः तत्र दलद्वयस्य का आवश्यकता. तर्हि तत्र रूपरहितत्वे सति स्पर्शवत्वान् वायुः इति वयं दृष्टवन्तः. स्पर्शवान् वायुः, क्षम्यतां, स्पर्शवत्वान् न स्पर्शवान् वायुः, रूपरहितत्वे सति स्पर्शवान् वायुः इति वयं पूर्वं दृष्टवन्तः. अवैदिष्म इत्युक्ते अवगन्तव्यम् इति वा, इत्युक्ते पूर्वं ज्ञातवन्तः इति. वेत्ति इति पदमस्ति खलु, ओ वेत्ति ज्ञातवन्तः इति तत्र क्रियापदं, तस्य लङ् इति चिन्तयामि. अस्तु, तर्हि सुनील् महोदय अग्रे यदस्ति तत् पठयति वा, तत् पठित्वा समापयामः. भगिनि, अत्र अवेदिष्मस्य विवरणं कृत्वा इदानीमेव उक्तवती खलु भगिनी, ज्ञातवन्तः इति, पूर्वं पठितवन्तः, ज्ञातवन्तः इत्युक्ते पूर्वं जानीमः, वयं जानीमः इत्यपि वक्तुं शक्नुमः. विवरणं अवेदिष्मस्य अस्तु. अहं पठामि. रूपादिचतुष्टयं पृथिव्यां पागजं नित्यं च अनित्यम् अन्यत् पागजम् अनित्यं च अन्यत्र पागजं नित्यमनित्यं च नित्यगतं नित्यम् अनित्यगतम् अनित्यम् आम् चतुर्णां विशेषमाः रूपादिचतुष्टय चतुष्टयम् इत्यादिना पृथिव्यां पाकजं पाकः तेजः संयोगः तेन जायते. आतपे स्थापिते नारिकेलशकले रूपादिनाशः अन्येषां च उत्पत्तिः तेजः संयोगादेव. अन्यत्र जलादौ तत् अपागजं न पाकेन जायते. वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते. तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यम् अनित्ये द्वणुगादौ अनित्यम्. अत्र च जलादौ रूपादिचतुष्टयं सम्भवेन यथा सम्भवमेव ग्राह्यं विस्तरः अन्यत्र. अत्र इदानीं रूपादिचतुष्टयं पृथिव्याम् अस्ति इति, अत्र रूपरसगन्धस्पर्शः इति चिन्तयामि, तत्र पृथिव्याम् अस्ति इति. अत्र पाकजं पृथिव्यां पृथिव्याम् अस्ति, पृथिव्यां पाकजम् अस्ति खलु, इत्युक्ते तत्र पृथिव्यां तत्र तस्य तस्य पाकजं पाकजसंयोगेन इत्युक्ते तत्र तेजसंयोगेन, क्षम्यतां, तेजसंयोगेन तस्य परिवर्तनं भवति, तदेव पाकजम्. अन्यत्र पाकजम् अत्र नित्यम् अनित्यम् इति, अतः तत्र चतुर्णां विशेषम् इत्युक्ते तत्र रूपरसगन्धस्पर्शः किल अपाकजं. सत्यम्. अत्र अन्यत्र अपाकजं न, अन्यत्रापाकजम् अपाकजम् पृथिव्यां विहाय अन्यत्र अपाकजम् सत्यं तत्र केवलं पृथिव्यां पाकजम् अन्यत्र इत्युक्ते तत्र जले तेजसि वायौ तु अपाकजम् पाकः तेजः संयोगः इति तेन त्रयं स्वीकृत्य जायते इति न न न न पाकः इत्युक्ते तेजसंयोगेन जायते इति ओ एवं पाकः तेजः च संयोगः पाकः इत्युक्ते तेजः तेजसः संयोगेन जायते तेन जायते इति अत्र उदाहरणमस्ति अत्र नारिकेलसकले पूर्वरूपादि नाशः अन्येषां च उत्पत्तिः तेजः संयोगात् एव इति इत्युक्ते तत्र यदा नारिकेलशकलः इत्युक्ते नारिकेलभागः खलु नारिकेलभागः यथा अस्ति तत्र वयं तु एतत्तु सार्वत्रिक अनुभवः अपि अस्ति खलु प्रथमं तत् किञ्चित् कथं तत्र पीतहरितवर्णे तत्र अस्ति तदनन्तरं तत्र किञ्चित् कषायवर्णः इव भवति खलु तत्र तथा तत्र तस्य रूपस्य परिवर्तनं यथा भवति तत् परिवर्तनं तत्र पाकजः इत्युक्ते तेजसंयोगेन तद् भवति इति तत्र आतपे तत्र तेजः एव अस्ति खलु आतपेन अन्यत्र जलादौ तत् अपाचकं न पाकेन जायते इत्युक्ते जले यद्रूपम् अस्ति तत्तु तेजसंयोगेन तस्य रूपस्य परिवर्तनं न भवति खलु तत् भास्कर क्षम्यताम् अभास्करशुक्लवर्णम् इति यद् जले अस्ति तत् तु सर्वदा तदेव तिष्ठति इत्युक्ते तेजसंयोगेन तस्य रूपस्य परिवर्तनं न भवति तत्र वक्ष्यमाणप्रकारेण कारणगुणोभ्यः जायते अग्रे पठतु तत्रैव जलादौ नित्ये परमाणो रूपादि नित्यं वयं पूर्वमेव दृष्टवन्तः परमाणुः इति नित्यमिति अतः जलादौ तत्र रूपमिति नित्यमिति हा परमाणौ इत्युक्ते तत्र परमाणौ अपि तत्र नित्यम् अस्ति तद्रूपं परमाणौ नित्यमिति कृत्वा तत्र परमाणुद्वयेन यद् द्वयनुकं भवति तत्रापि तद् नित्यं भवति इति तत्र तत्र परमाणु द्वयणुकं प्रति परमाणुः कारणं भवति खलु तर्हि तत्र परमाणौ तत्र यद्रूपम् अस्ति तदेव द्वयणुके अपि भवति जलादौ परमाणुः इति नित्यम् अस्ति किल अन्यत्र एव अनित्यं भवति तदेव भगिनि सत्यं सत्यं सत्यं तत्र द्वयणुकम् अनित्यम् अस्ति यतोहि तस्य यस्य उत्पादनं भवति तस्य नाशः अपि भवति खलु तर्हि तत्र अनित्यमस्ति सत्यं जलादौ परन्तु नित्यमेव अत्र च जलादौ रूपादिचतुष्टयं सम्भवमेव यथासम्भवमेव ग्राह्यं विस्तरः अन्यत्र रूपादिचतुष्टय असम्भवेन यथा असम्भवेन ग्राह्यम् इत्युक्ते रूपरसगन्धस्पर्शः तत्र चतुष्टयं ग्राह्य इन्द्रियग्राह्यमिति न यत्र इत्युक्ते तत्र रूपादिचतुष्टयम् इत्युक्ते रूपरसगन्ध स्पर्शः यत्र यत्र सम्भवति इत्युक्ते गन्धः केवलं पृथिव्याम् अस्ति रूपः रूपमिति तत्र केवलं पृथ्वी जलं तेजसि स्पर्शः इति सर्वत्र रसः इति केवलं पृथ्वी अपि च जले पृथिव्यामपि च जले इति यत्र यत्र सम्भवति तत्र तत्र एव तस्य ग्रहणमपि भवति इति इत्युक्ते तत्र एव तस्य नित्यत्वं पाकजत्वम् अनित्यत्वं तत्सर्वं तथा स्वीकर्तव्यम् तावदेव हा तावदेव तर्हि अत्र एतावत्पर्यन्तं सर्वं स्पष्टं स्यात् अग्रे इदानीं नूतनविषयः आगच्छति आगामिकक्षायां पठेम तर्हि अन्यप्रश्नः नास्ति चेत् वयम् अद्य इदानीं विरमां शक्नुमः पाकजं आवाम् अत्र किचन् ऐ मीन् किचन् पाकशाला न कर्तुं न ऐ मीन् शक्तुं न तत्र एव पाकजम् अस्ति न तत्रापि पाकजं भवति यतोहि पाकशालायां तेजसंयोगः भवति खलु तदर्थमेव तत्र एव न तत्र नारिका नारिकेलशकले तत्र इत्युक्ते आतपे इत्युक्ते सूर्यस्य किरणः आगच्छति खलु तत्रापि उष्णस्पर्शः वयं फलं सत्यम् अस्तु अस्तु आतपे फलं तु अस्ति आतपे फलं नास्ति खलु भगिनि आतपः इत्युक्ते आतपे फलम् आगच्छति आतपेन फलस्य पक्वं भवति सत्यं हा अस्तु भगिनि तत्र तत्र उत्तमं तर्हि बहु विषयं सत्यं सत्यं सत्यं हा हा अस्तु तर्हि अत्र अद्य स्थगयामः शुभरात्रिः तर्हि आगामिकक्षायां मेलिष्यामः धन्यवादः शुभरात्रिः